गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायमध्ये सर्वेषां सुस्वागतम्। आम् तर्हि अनुभवः इत्युक्ते किम् इत्यस्मिन् विषये चिन्तनम् आरब्धं। तद्भिन्नं ज्ञानम् अनुभवः, तत् इत्यनेन स्मृतिः उक्ता अस्ति। तर्हि तद्भिन्नं ज्ञानम् अनुभवः इत्युक्ते स्मृतिभिन्नं ज्ञानम् अनुभवः। एतद्वाक्यं लक्षणवाक्येन न स्वीकुर्मः इत्यपि मया उक्तम्। यदि लक्षणवाक्येन स्वीकुर्मः स्मृतिभिन्नत्वे सति ज्ञानत्वम् इति लक्षणवाक्यम् इति स्वीकुर्मश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति इत्यतः अत्र एवमेव उक्तं, व्यावहारिकरूपेण वाक्यम् उक्तम् इति तादृशं स्वीकुर्मः इति। सः द्विविधः यथार्थ अयथार्थश्च इति। यथार्थज्ञानम् इत्युक्ते किं? तद्वति तत्प्रकारको अनुभवः यथार्थः। तत्र प्रत्येकं ज्ञानस्य त्रयः विषयः सन्ति इति वयं जानीमः। एकः तु विशेष्यः, अन्यः तु प्रकारः, तृतीयः तु तयोः मध्ये यः सम्बन्धः अस्ति सः। त्रयः विषयाः, प्रत्येकं ज्ञानस्य त्रयः विषयाः सन्ति इति वयं जानीमः। अपि च प्रत्येकं वस्तुनः विषयः यदस्ति तत्र आधारः अस्ति, आधेयः अस्ति, तयोः मध्ये अपि सम्बन्धः अस्ति। तर्हि यस्मिन् ज्ञाने आधेयतप्रकारतयोः मध्ये सामानाधिकरण्यम् अस्ति, सम्बन्धता संसर्गतयोः मध्ये सामानाधिकरण्यम् अस्ति, आधारता विशेष्यतायाः विशेष्यतयोः मध्ये सामानाधिकरण्यमस्ति, तादृशज्ञानम् एव यथार्थ अनुभवः इति तावत् अस्माभिः दृष्टम्। तत्र तद्वति तत्प्रकारकज्ञानम् इति वाक्ये अत्र द्विधा विभक्तमस्ति। तद्वत् इति एकम् एकः भागः, तदनन्तरं ङि इति सप्तमी प्रत्ययः, तदनन्तरं तत्प्रकारकः इति अपि योजितम्। तर्हि अलौकिकविग्रहवाक्यं कथं लेखनीयम् इति चेत् तद् योगः मतुप्, तत् एकस्मिन् आवरणे स्थापनीयम्, तदनन्तरं योगः ङि योगः तत्प्रकारकः इति अन्यस्मिन्। तर्हि तद्वत् इत्यनेन यः कोऽपि तत् इत्यनेन परामर्शितमस्ति तस्य अधिकरणम्, अस्य अस्मिन् वा अस्य अस्ति अस्मिन् वा मतुप् इति सूत्रेण अस्यार्थे अस्मिन्नार्थे मतुप् प्रत्ययस्य प्रयोगः भवति। धनम् अस्य अस्ति इति धनवान्, धनम् अस्मिन् अस्ति इति अपि धनवान्, किन्तु अत्र अस्मिन् इत्यस्मिन् अर्थे स्वीकृतमस्ति। अस्तु, तावदस्माभिः दृष्टं। तत्र गृहपाठः एकः मया दत्तमासीत्। कः गृहपाठः इति चेत् अस्तु, अधिकरणार्थमधुबन्तपदं प्रयुज्य तस्य विषमी विषयसप्तम्याम् एकं वाक्यं रचयन्तु इति मया प्रार्थितमासीत्। केनापि कृतं किम्? हरि ओम्। आं महोदय, अत्र अधिकरणार्थे यदा भवान् उदाहरणं दत्तवान् क्लर्क् इति, तत्र धनवत् इति शब्दं तत् सूचयति। तत्र अर्थे इदानीं धनवती धन इच्छा अस्ति। हा, प्रतिपादयतु अत्र किञ्चित्। धनवती धन इच्छा अस्ति इति वाक्यम्। अत्र धनवती इति सप्तमी अस्ति, कस्मिन् अर्थे? तत्र अधिकरणम् अस्ति, अधिकरणार्थे अस्ति. धनवति इति अधि सः क्लः अस्ति, धनवान् तत् क्लर्क् अस्ति अथवा धनवान् धनमपि अस्ति तत्र तस्मिन् तस्य समीपे धनम् अस्ति इति तत् धनवति अधिकरणः अस्ति. धनवत् इति अनेन अधिकरणं वा धनवती इति अनेन अधिकरणं वा? तत् धनवती इति सप्तमी उपयुज्य वदामश्चेत् अधिकरणं धनवत् मधुप् मधुप् अस्ति चेदेव अधिकरणं भवति. हा तर्हि धनवत् इति अनेन अधिकरणं जातं खलु? धनवत् इत्यनेव अधिकरणं जातम्. हा तर्हि धनवती इति पुनः ङीप्रत्ययस्य योजनेन किमुक्तं भवति अस्मिन् वाक्ये? तत्र धनवती इति तत्र पुनः अधिकरणं न भवति, तत्र विषये सप्तमी इत्येव भवति इति अस्ति नियमेन. तर्हि विषये सप्तमी अस्ति चेत् कस्मिन् विषये इति वदतु इदानीं. धनवती धन इच्छा अस्ति. तर्हि विषयसप्तमी कथम् इति निरूपयतु किञ्चित् इतोपि वदतु. तत्र अहं चिन्तयामि इच्छा इति विषये तत्र सम्बन्धः अस्ति. इच्छा इति विषये वा? पुनः वाक्यं वदतु. विषयः अस्ति धनवति, इच्छा अस्ति धन इच्छा अस्ति अथवा इच्छा अस्ति न न अथवा एकमेव वाक्यं वदतु. अतः एव धनवती धन इच्छा अस्ति वा धनवती इच्छा अस्ति वा? धनवती धन इच्छा अस्ति, धन इच्छा अस्ति इति वदामः. अस्तु तत्र इदानीं प्रतिपादिते धनवत् इति अधिकरणम् अस्ति, धनवती इति इच्छा विषयः अस्ति, इच्छा तस्य विषयः अस्ति इति अहं चिन्तयामि महोदय. अस्तु अन्येषां चिन्तनं किम्? अन्य कोऽपि इदानीं किञ्चित् अस्मिन् विषये इतोपि चिन्तनं करणीयमस्ति. अस्तु अन्येन येन केनापि कृतं वा गृहपाठः? मेहुल् महोदय, अहं केवलं चिन्तितवान् अत्र धनवती भगिनी अत्र आगच्छति अथवा अत्र अस्ति इति यदि वदामः चेत् यत् भवती यः अस्ति तस्मिन् तस्यां मनसि धनस्य कृते इच्छा अस्ति अतः धन वाक्यं किं धनवती भगिनी अत्र आगच्छति. अस्तु धनवती भगिनी अत्र धनवती भगिनी इति कथं वा भवति? धनवती इति दीर्घैकारान्तः वा? आम् आम् आम् तदेव. न तर्हि अत्र सप्तमी न प्रयुक्तं खलु? धनवती इति प्रथमायामेव भवता उक्तं. सप्तमी प्रयुक्तव्यम्. अस्तु अत्र भवन्तः अस्तु अन्यैः कृतं वा? नो चेत् इतोपि सुलभ उपायमहं वदामि. अस्तु अत्र प्रथमं विषयसप्तमी इत्युक्ते किम् इति अवगच्छामः. तर्हि अत्र किं कुर्वन्तु किं तत्र मधुबन्तपदं त्यजन्तु, तत्रैव क्लेशः भवति इति कृत्वा सामान्यसप्तमीवाक्यं सामान्यविषयसप्तमीवाक्यम् एकं वदति वा? शिवराम महोदय भवान् प्रयत्नं करोति वा? सामान्यसप्तमी अधिकरणार्थे सप्तमीवाक्यम् एकं वदतु. कोऽपि एकवाक्यं वा? यः कोऽपि वाक्यं. गणेशः आसन्दे उपविशति. अस्तु गणेशः आसन्दे उपविशति, अत्र आसन्दम् आसन्दः इति अधिकरणमस्ति गणेशस्य, अत्र अधिकरणसप्तमी अस्ति. अस्तु इदानीं विषयसप्तमीवाक्यमेकं वदतु. विषयसप्तमी गणेशः शास्त्रे निपुणः. उत्तमं, हा बहु समीचीनं. गणेशः शास्त्रे निपुणः. अत्र शास्त्रम् इति गणेशस्य अधिकरणं न भवति खलु, शास्त्रविषये निपुणः इति अर्थः. बहु उत्तमं महोदय. गणेशः शास्त्रे निपुणः. तर्हि इदानीं गणेशः शास्त्रे निपुणः इति वाक्यं विषयमे विषयसप्तमी प्रयुज्य, शास्त्र इति शब्दस्य विषयसप्तमी प्रयुज्य उक्तम्. अस्तु, इति वाक्यद्वयमस्ति. तर्हि इदानीं अस्तु, इतोपि अग्रिमसोपानं गच्छेम. इदानीं गणेशः धनवान् इति स्वीकुर्मः, गणेशः धनवान् इति स्वीकुर्मः. तर्हि गणेशः शास्त्रे निपुणः इत्यस्मिन् स्थाने गणेशः धनवान् अस्ति इति कृत्वा धनवान् शास्त्रे निपुणः इति वदामश्चेत् अत्र मधुबन्धपदं मया प्रयुक्तं, किन्तु सप्तम्यां नास्ति. मधुबन्धपदं मया प्रयुक्तं, तदनन्तरं शास्त्रे इति विषयसप्तमी अस्ति. धनवान् शास्त्रे अपि, तत्र अपि इति योजयामि चेत् रुचिकरं भवति. धनवान् शास्त्रे अपि निपुणः इति वदामश्चेत् इदानीम् अत्र विषयसप्तमी जाता. अस्तु, किन्तु इदानीं मधुबन्तपदं प्रयुज्य विषयसप्तमी विषयसप्तमित्वेन मधुबन्तपदं प्रयुज्य वक्तव्यं. तदेव अत्र कृतं. तद्वती, अत्र तद्वत् इत्यनेन किं बोध्यं? यस्मिन् तदस्ति, सः एव बोध्यं तद्वत् इत्यनेन. पुनः तद्वती इति ङीप्रत्ययम् इत्युक्ते अधिकरणस्य पुनः सप्तमी प्रत्ययः योजितः अस्ति, सप्तमीविभक्तिप्रत्ययः योजितः अस्ति. तर्हि तत्र पुनः अधिकरणस्य अधिकरणम् इति तादृशवाक्यं रचयितुं शक्यते. अधिकरणार्थे एव सप्तमीप्रयोगं कुर्मः. अधिकरणस्य अधिकरणम् महोदय, हा अधिकरणस्य अधिकरणम् एवं भवति वा? अहं न जानामि. अत्र अधिकारिणः धनवती कोपः इति वदामः वा? अधिकारिणः धनवती कोपः इति इत्युक्ते अधिकारिणषष्टिः अधिकारिणः. अत्र महोदय, अत्र धनवती इति त्यजतु, तत्रैव क्लेशः भवति अस्माकं मनसि इति कृत्वा सामान्य अवगमनं कुर्मः. इत्युक्ते इदानीम् आसन्दः, घटः आसन्दे अस्ति इति स्वीकुर्मः. आसन्दः कुत्र अस्ति? आसन्दः भूतले अस्ति. भूतले अस्ति, अस्तु. घटस्य अधिकरणम् आसन्दः, आसन्दस्य अधिकरणं भूतलम्. तर्हि किं भूतले अत्र अधिकरणस्य अधिकरणम्? अस्तु, एवम् एवं वाक्यमस्ति. घटः आसन्दे अस्ति, आसन्दः भूतले अस्ति. तर्हि इदानीम् आसन्दः इत्यस्मिन् स्थाने घटवान् इति वदामश्चेत् क्लेशः नास्ति खलु? घटवान् भूतले अस्ति, घटवान् भूतले अस्ति इति वदामश्चेत् अत्र किं भवति? इदानीं घटवान् इत्यनेन कः उक्तः? आसन्दः उक्तः. तस्मिन् घटमस्ति इति कृत्वा तस्मिन् अर्थे मतुप्रत्ययस्य योजनं कृतं. घटवान् भूतले अस्ति इति अहं वदामि चेत् मम आशयः कः? आसन्दः भूतले अस्ति इत्येव. तर्हि इदानीं यः घटवान् आसन्दः अस्ति, घटवती घटवती चत्वारः पादाः सन्ति इति अहं वदामि. घटवती चत्वारः पादाः सन्ति. तर्हि अस्य वाक्यस्य अर्थः कः? मेहुल् महोदय वदतु. अत्र आसन्दः यः अस्ति तस्य चत्वारः पादाः सन्ति, अपि च सः आसन्द आसन्दे घटः अपि अस्ति, अतः घटवती इत्यस्य अर्थः भवति आसन्दः यः घटवान् अस्ति. तस्य सप्तमी इत्युक्ते आन् अथवा इन् आसन्दः चत्वारः पादाः अपि सन्ति. समीचीनं. तर्हि अस्मिन् वाक्ये घटवती चत्वारः पादाः सन्ति इत्यत्र अत्र घटवान् इत्यनेन अधिकरणमुक्तं, घटवती इत्यनेन अधिकरणस्य अधिकरणमुक्तम्, अधिकरणार्थे प्रयुक्तं खलु. घटवती चत्वारः आसन्दः अस्ति इति अस्ति. इदानीम् अधिकरणस्य अधिकरणम् अधिकरणार्थे सप्तमी प्रयुक्तं. तर्हि इदानीं गृहपाठः कः इति चेत् अधिकरणस्य विषयसप्तमी प्रयुज्य वक्तव्यं. तदेव महोदय, क्षम्यताम्, अत्र घटवतः चत्वारः पादः सन्ति इति वक्तव्यं किल? किमर्थं सप्तमी? अत्र विषयं नास्ति तत्. न न, अत्र अधिकरणसप्तमी मया प्रयुक्तं, विषयसप्तमी नय प्रयुक्तम्. चत्वारः, ओ चत्वारः पादस्य अधिकरणम् अस्ति वा तत्? सत्यम्, आसन्दे चत्वारः पादाः सन्ति खलु. अथवा घटवती रक्तवर्णः रक्तवर्णेन युक्तः अस्ति. हा, घटवती रक्तवर्णम् अस्ति इति चिन्तयतु. रक्तवर्णस्य अधिकरणमस्ति खलु. अत्र अवयवः इति वदामश्चेत् क्लेशः भवति. इत्युक्ते अवयवी अवयवे अस्ति इति कृत्वा तत्र घटवती रक्तवर्णम् अस्ति इति वदामश्चेत् अत्र किं मया उक्त अत्र मया किं कृतं? घटवत् इत्यनेन घटस्य अधिकरणं यदस्ति तत् घटवत् भवति. तस्मिन् घटवती किमस्ति इति अहं वदामि. नो चेत् अत्र एकं स्यूतम् अस्तु, इतोपि चिन्तनं कुर्मः, अत्र गुणम् इति अपि न स्वीकुर्मः. स्यूतमस्ति खलु, स्यूतमित्युक्ते बेग्, आसन्दे मया स्थापितम् इति चिन्तयतु. यस्मिन् आसन्दे घटः अपि अस्ति तर्हि घटवती स्यूतमस्ति इति मया प्रयुक्तं, मया वाक्यं प्रयुक्तं चेत् तत्र घटवत् इत्यनेन आसन्दः उक्तः अस्ति. तस्मिन् घटवती किमस्ति? स्यूतमस्ति. इदानीम् इतोपि स्पष्टबोधः जायते खलु. घटवती स्यूतमस्ति इति यदा वयं वदामः तर्हि तत्र किम्? इदानीं बुद्धं खलु वर्षा भगिनि? आं महोदय, इतोपि स्पष्टतया, इतोपि स्पष्टतया अस्ति. घटवती आसन्दम् अस्ति, न स्यूतमस्ति इति वदामश्चेत् यः आसन्दः घटस्य अधिकरणमस्ति सः एव आसन्दः स्यूतस्यापि अधिकरणमस्ति इति मया उक्तम्. तर्हि इदानीं घटवती इति पदेन अत्र आसन्दः अधिकरणार्थे प्रयुक्तम्. तर्हि इदानीम् अस्माकं गृहपाठः कः इति चेत् एवम्, अत्र घटवती स्यूतमस्ति इति यथा उक्तं तत्र अधिकरणार्थे मधुबन्धप्रयं प्रयुक्तम्, एवं विषयसप्तमी अर्थे अत्र वक्तव्यमस्ति. तत्र महोदय घटवती इत्यस्य दीर्घ इकारः अन्ते अस्ति वा? ह्रस्व इकारः नास्ति, ह्रस्व इकारः. घटवती घटवती घटवान् यः अस्ति तस्मिन् घटवती स्यूतमस्ति. तर्हि घटवत् इत्यनेन आसन्दः, घटवान् इत्यनेन आसन्दः उक्तः. वस्तुतः घटवती स्यूतमस्ति इति सामान्यरूपेण यद्वाक्यं वक्तव्यं तत्र, ऐ मीन् यद्वदामः तत्र अर्थः कः इति चेत् यस्मिन् आसन्दे घटः अस्ति तस्मिन्नेव आसन्दे स्यूतमपि अस्ति इति अर्थः तावदेव घटवती स्यूतमस्ति इति वदामश्चेत् अस्तु इदानीम् अत्र विषयसप्तमी वक्तव्यम् इदानीम् अधिकरणसप्तमी उक्तं मधुबन्तपदस्य अधिकरणसप्तमी प्रयुज्य वाक्यं रचितं किन्तु विषयसप्तमी प्रयुज्य वक्तव्यमस्ति तत्र पुस्तके एकं प्रसिद्ध उदाहरणं दत्तं मोक्षे इच्छा इति मोक्षे इच्छा इति तस्य तद् वैषयिकी सप्तमीयम् उदाहरणमस्ति परन्तु सत्यं कथं कथमिति अहं न जानामि न न मोक्षे मोक्ष इति विषयः खलु मोक्ष इत्यस्मिन् विषये मम इच्छा अस्ति मम इच्छा हा तदेव यथा रमेश महोदय इदानीम् उक्तं शास्त्रे किं तत्र निपुणः शास्त्रे निपुणः वस्तुतः अत्र निपुणः इत्यत्र उपपदविभक्तिः एव अस्ति अत्र अधिकरणसप्तमी अपि नास्ति अत्र विषयसप्तमी वा रमेश महोदय इतोपि चिन्तनीयम् अत्र आयुक्तकुशलाभ्याम् इति सूत्रेणैव भवति खलु आं महोदय आयुक्तकुशलाभ्याम् इति सूत्रेणैव भवति तर्हि यत्र यत्र नैपुण्यम् इति तादृशचिन्तनं कुर्मः तत्र उपपदविभक्तित्वेन एव अत्र वस्तुतः विषयसप्तमी इति न वक्तव्यं गणेशः शास्त्रे निपुणः इत्यस्मिन् उदाहरणे वस्तुतः विषयसप्तमी नास्ति अत्र अत्र निपुण इति पदमस्ति इति कृत्वा तस्य उपपदस्य सप्तमी विभक्तिः प्रयोगः कृतः तावदेव तर्हि तदपि समीचीन उदाहरणं नास्ति अस्तु अत्र मधुबन्तपदं प्रयुज्य मया न प्रयतितं किन्तु एकमेव वाक्यम् अत्र द्विधा अवगन्तुं शक्यते अहं वदामि यद् मया कृतं तस्य प्रतिपादनमिदं करोमि एकमेव वाक्यं विषयसप्तमी स्वीकुर्मश्चेत् एकः अर्थः भवति अधिकरणसप्तमी स्वीकुर्मश्चेत् तत्र भिन्नः अर्थः भवति वाक्यमस्ति एवं मेलने ऐक्यमत्यं नास्ति ऐक्यमत्यम् इत्युक्ते अग्रिमेण्ट् मेलनम् इत्युक्ते मीटिङ्ग् अस्तु मेलने ऐक्यमत्यं नास्ति अस्तु तर्हि मेलने ऐक्यमत्यं नास्ति इति अधिकरणसप्तमी यदा स्वीकुर्मः तदा आङ्ग्लभाषायाम् अस्य अनुवादनं कुर्मश्चेत् there is no unity in the meeting atra melanam jayamanam asti tatra bahavah santi teshu tatra aikamatyam nasti iti bodhum atra melane aikamatyam nasti iti adhikaranarthe yadi aham vadami tarhi there is no unity in the meeting iti bhavati यदि विषयसप्तमीप्रयोगः मया क्रियते तत्र किं भवति देर् इस् नो यूनिटि रिगार्डिङ्ग् द मीटिङ्ग् अस्तु अत्र इदानीं चिन्तनं कस्मिन् विषये इति चेत् अस्माकं मेलनं कदा स्थापयामः इति चिन्तनं तर्हि मेलनस्य विषये चिन्तनं तत्र केचन वदन्ति भानुवासरे स्थापयामः अन्ये वदन्ति भानुवासरे अहं व्यस्तः अस्मि अतः सोमवासरे स्थापयामः तर्हि मेलने ऐक्यमत्यं नास्ति इत्यस्य इदानीं मेलनस्य विषये नो चेत् कस्मिन् विषये मेलनं भवतु इत्यस्मिन् विषये तर्हि मेलने ऐकमत्यं नास्ति इति विषयसप्तमी स्वीकुर्मश्चेत् देर् इस् नो यूनिटि रिगार्डिङ्ग् द मीटिङ्ग् इति अनुवादं भवति मेलने ऐकमत्यं नास्ति इत्यत्र किम् अधिकरणसप्तमी स्वीकुर्मश्चेत् देर् इस् नो यूनिटि इन् द मीटिङ्ग् तर्हि वाक्यं समानमस्ति मेलने ऐकमत्यं नास्ति इति एकमेव वाक्यं किं सप्तमी स्वीकुर्मः तथा अर्थभेदः जायते यदि अधिकरणसप्तमी स्वीकुर्मः तर्हि देर् इस् नो यूनिटि इन् द मीटिङ्ग् इति भवति. यदि विषयसप्तमी स्वीकुर्मः देर् इस् नो यूनिटि रिगार्डिङ्ग् द मीटिङ्ग् इति भवति. तदेव भेदः विषयसप्तमी अधिकरणसप्तमयोः मध्ये भेदः तदेव तस्मिन् विषये इति भवति. तथैव मोक्षे इच्छा इत्यत्रापि तथैव भवति. मोक्षे इच्छा इत्यत्र मोक्षविषये मम इच्छा अस्ति. अस्तु तर्हि घटे अपि इच्छा, घटे इच्छा इति अहं वदामि चेत् तत्र घटः इति विषयः, ज्ञानस्य यः विषयः अस्ति तस्मिन् मम इच्छा अस्ति. किन्तु घटे जलम् इति वदामश्चेत् तत्र तु इदानीं सप्तमी, अधिकरणसप्तमी अस्ति. घटे इच्छा अहं वदामि चेत् तत्र विषयसप्तमी, घटे जलम् इति अहं वदामि चेत् तत्र किं विषय अधिकरणसप्तमी अस्ति. अस्तु एतावत् अत्र अस्माभिः मधुबन्तपदं प्रयुज्य विषमे विषयसप्तम्यर्थे वाक्यं न रचितं भवतु. किन्तु विषयसप्तमी इत्युक्ते किं, मधुबन्तपदम् इत्युक्ते इत्युक्ते अधिकरणम् इति अधिकरणार्थे सप्तमी इत्युक्ते किं, मधुबन्तपदस्य एव अधिकरणार्थे वाक्यं रचयामश्चेत् धनवति घटवति स्यूतमस्ति इति तादृशवाक्यानि अस्माभिः रचितानि सन्ति. भवतु तर्हि समीचीनबोधः एतावत्पर्यन्तं जातः इति मन्ये. अस्तु तर्हि इदानीम् अस्माकं किं पाठं प्रति आगच्छेम. किन्तु अहमपि चिन्तयामि मधुबन्तपदम् उपयुज्य अत्र विषयसप्तमी उपयुज्य वाक्यं रचनीयं, तादृशप्रयासं कुर्मश्चेत् महान् लाभाय भवति इत्यतः गृहपाठः एतावत् एतावदपि तिष्ठति एव, समापितं न भवतु. अस्तु महोदय, मधुबन्तपदम् इत्युक्ते प्रत्ययः अन्ते अस्ति. सत्यं, यस्मिन् यस्मिन् पदस्य अन्ते मतु मतु प्रत्ययः अस्ति तदेव मधुबन्तपदम्. धन्यवादः. श्रीराम महोदय, अत्र तदा एवं वदामः महोदय, घटवती मम इच्छा अस्ति चेत् घटवती इति यः आसन्दः अस्ति तस्मिन् मम इच्छा अस्ति इति वदामश्चेत् उत्तमम्. उत्तमं, तर्हि घटवती इच्छा अस्ति इति वदामश्चेत् तत्र किम् आसन्दे इच्छा अस्ति इति वक्तुम् इदानीं जातं खलु, समीचीनं घटवती इच्छा अस्ति. किन्तु अत्र इतोपि केवलम् इच्छा इति वदामश्चेत् तत्र तर्हि इच्छा अस्तु समीचीनम् इत्युक्ते अत्र उदाहरणं समीचीनमेव. किन्तु तादृश उदाहरणानि तस्मिन् विषये किञ्चिदिव प्रयासं कुर्मश्चेत् अत्र विषयसप्तमी कुत्र भवति इति अवगन्तुं शक्यते. इत्युक्ते ज्ञान घटविषयकज्ञानं, घटविषयक इच्छा, घटविषयककृतिः इति तादृश उदाहरणानि एव भवन्ति वा, नो चेत् तस्मादुपरि यथा इदानीं रमेशमहोदयेन उक्तं, किन्तु तत् तत् समीचीनं नास्ति. इत्युक्ते तत्र निर्धारणार्थ इत्युक्ते निपुण इति पदमस्ति इति कृत्वा उपपदत्वेन एव अत्र सप्तमी लब्धः अस्ति. तर्हि तादृश किञ्चित् चिन्तनं कुर्मः तदा गभीरबोधः जायते. किन्तु यद् इदानीं भवता उक्तं तत् समीचीनम् इत्युक्ते घटवती मम इच्छा अस्ति, घटवती मम इच्छा अस्ति, घटवती इच्छा इति वाक्यं रचयामश्चेत् अत्र घटवत् इति अनेन आसन्दः उक्तः, तस्मिन् आसन्दे मम इच्छा अस्ति. समीचीनं, जलवती इच्छा इति वदामश्चेत् घटे इच्छा इति भवति. अत्र तु इदानीं विषयसप्तमी प्रयुक्तं. हा बहु समीचीनम्. अस्तु तर्हि विषयसप्तमी इत्युक्ते किम्, अत्र मतु मतु इति प्रत्ययेन एव अधिकरणम् उक्तमस्ति, तस्मिन् अधिकरणे इच्छा मम इति कृत्वा घटवती इच्छा, जलवती इच्छा, नो चेत् किम् आसन्दवती इच्छा तदेव वक्तुम् अहम् इष्टवान् आसीत्, अत्र घटः आसन्दे अस्ति, आसन्दः भूतले अस्ति इति तादृशचिन्तने आसन्दवती इच्छा अस्ति इति यदि अहं वदामि तर्हि भूतले मम इच्छा अस्ति, भूदानं मां ददातु इति प्रार्थयन् अस्मि. तद् वक्तुम् अहं किं करोमि? घटवती इति, नो चेत् आसन्दवती इति मया उक्तं भवति. अस्तु, एवम् एवम् अत्रापि तद्वत् इति अनेन किमुक्तं? तद् यस्मिन् अस्ति तस्य अधिकरणम् उक्तमस्ति. तद्वति तत्प्रकारकज्ञानं, तर्हि तद्वति इति विषयसप्तमी अस्ति अत्र, तदेव द्वितीयभागः. तत् पठनीयं, तर्हि 134 पेज् तत्र पुटे तृतीयपङ्क्तिः अस्ति खलु, तत्र ततः अस्ति अपरभागः सप्तमी, तत् प्रकारकः इति पदद्वयं प्रागुक्तम् इति मध्ये अस्ति चतुर्थ. अस्तु, ततः आरभ्य पठेम. श्रीराममहोदय पठति किं ततः? ततः अस्ति अपरभागः सप्तमी, तत्प्रकारकः इति पदद्वयं प्रागुक्तं. तत्र सप्तम्याः विशेष्यता इति अर्थः. वैषयिकी सप्तमी इयं मोक्षे इच्छा इत्यादि उदाहरणे व्याकरणशास्त्रे प्रसिद्धा. तादृश अधिकरणतावत् यत् तत्र इयं विशेष्यता भवति. तद्वत् च प्रकृते रजतम् इति विशेषतायाः रजतनिष्ठत्वलाभः. अत्र तत् तद्वत् इत्युक्ते तत्र पूर्वं यत् उक्तमस्ति तद् इदानीम् आकारः ज्ञानम् एकम् उदाहरणं स्वीकरोतु. अयं घटः इति ज्ञानं, तत्र अयं घटः इति ज्ञानम् अस्ति. तत्र घटत्वम् इति घटत्वम् इति जाति अस्ति, तत् तत् इति वदामः. तद्वत् तद्वत् यः इत्युक्ते घटः. सत्यं, तद्वत् अस्ति. इदानीं पूर्वं यत् उक्तमस्ति तदेव वदन्नस्ति. तदा घटत्वे आधयता, घटे अधिकरणता अस्ति. तदेव वस्तुस्थितिः खलु, वस्तुस्थितिः ज्ञानं विना अपि तद्वस्तु सा वस्तुस्थितिः भवत्येव. इदानीं तद्वत् उक्तमस्ति घटः. इदानीं तद्वति इति सप्तमी यत् अस्ति ततः अस्ति अपरभागः सप्तमी, तत् प्रकारकः इति पदद्वयं प्रागुक्तं. तत्र सप्तम्यः विषयता इति अर्थः. इत्युक्ते सप्तमी तद्वती इति पदे यत् सप्तमी अन्तम् अस्ति इति पदं सप्तम्यन्तम् अस्ति. तत् सप्तम्यन्तं किं सूचयति इत्युक्ते विषयतां सूचयति इति अर्थः. विषयता तत्र घटे अस्ति इति कृत्वा तद्वती. इदानीं तादृश अधिकरणतावत् यत् तत्र इयं विशेषता भवति. इदानीं तत् इति घटत्वम् आदेयः, घटः इति अधिकरणम् इति कृत्वा तत्र अधिकरणता, घटे विषयता अस्ति इति इदानीं तद्वति इति पदेन प्राप्तं. विषयता इति अनुक्त्वा तत्र विषयता अपि त्रिधा भवति खलु. विशेष्यता इति वदतु, विशेषता इति समीचीनमेव, किन्तु इतोपि स्पष्टतया वक्तव्यं चेत् विशेष्यता इति वक्तव्यं. विशेषता इति वक्तव्यं, विशेषता तत्र तत्र सप्तमीपदेन विशेषता एव सूचितः अस्ति. विशेषता सूचिता अद्वैतप्रकारे इदानीम् उदाहरणं तु भिन्नम् अस्ति. प्रकृते रजतम् इति विशेषतायाः रजतनिष्ठत्वलाभः. इदानीं इदं रजतम् इति उदाहरणं तत्र रजतत्वं रजतत्वं रजते अस्ति इति कृत्वा रजतम् अधिकरणम् अस्ति. रजते विशेषता अपि अस्ति इति आशयः. न इतोपि किञ्चित् वक्तव्यं. तत् प्रकारः इति भवत्या भवता न प्रतिपादितं खलु अग्रिमपङ्क्तौ अस्ति वा? अस्तु, भवता एव ऊहं कर्तुं शक्यते खलु अत्र तद्वती वदामि. तत्र इदानीम् एकनिमिषं महोदय, क्षम्यताम्. इदं रजतम् इत्यस्मिन् वाक्ये इति ज्ञानम् अस्ति खलु, तर्हि तद्वति इति अनेन किम् उक्तं सामान्यवाक्येन वक्तव्यं चेत्? इदानीं तद्वान् इति रजतं, तत्र तद्वति इत्युक्ते तत्र विशेषता. तत्तु इदानीं न्यायभाषां पारिभाषिकशब्दान् उपयुज्य भवान् वदति, किन्तु सामान्यशब्दं रजतं तद्वति न तद्वति इति सप्तमी अस्ति खलु, तद्वति इत्यनेन रजतं वा? तद्वत् इत्यनेन रजतं, तद्वति इत्यनेन किं रजति? तत्र विषयसप्तमी वा? तर्हि किं वक्तव्यं तत्र सामान्यभाषायां वदामश्चेत् तस्मिन् ज्ञानम् अस्ति इति वा तस्य ज्ञानं? अस्तु, इदानीं यद्भवता उक्तम् अत्र घटवती इच्छा, घटवती इत्यत्र इत्यनेन किं भवता कथं वा भवता प्रतिपादितं? तत्र घटवान् घटवान् आसन्दः, तत्र तस्मिन् मम इच्छा, तस्मिन् विषये इति वदामः खलु, तस्मिन् विषये, तस्मिन् विषये इति पदं प्रयोगं कुर्मः खलु. सत्यं, घटविषये घटे इच्छा इति चेत् घट इति विषये ज्ञानस्य यः विषयः अस्ति तस्मिन् मम इच्छा अस्ति. एवं तद्वति इत्युक्ते किं? तद्वत् इति न रजतम्, इदं रजतम् इत्यस्मिन् ज्ञाने तद्वत् इति न रजतं सूचितमस्ति, तर्हि तद्वति इत्युक्ते रजते विषये इति अर्थः. नो चेत् रजतविषये समस्तपदं कुर्मश्चेत् रजतविषये, नो चेत् रजते विषये व्यस्तप्रयोगे रजते विषये इति प्राप्तं तद्वति इत्यनेन. अस्तु, तर्हि इदानीम् अग्रे मेहुल् महोदय पठति वा? तत् प्रकारकम् इत्यत्र तत् रजतत्वं प्रकारः यस्य इति विग्रहः, तेन च रजतत्वे प्रकारतालाभः, तत्रैव च स्वभावतः आधेयतापि अस्ति इति आधेयता प्रकारतयोः सामानाधिकरण्यलाभः, आधाराधेयभावः प्रकारविशेष्यभावश्च सम्बन्धाधीनः इति समवाये सम्बन्धत्वसंसर्गत्वयोः लाभः, तदेवम् एतादृश अधेयताप्रकारत्वयोः सम्बन्धत्वसंसर्गतयोः आधारत्वविशेष्यत्वयोः सामानाधिकरण्यं यद्ज्ञाने भवति स एव प्रमेत्युच्यते. मा इत्यस्य ज्ञानमर्थः प्रकृष्टा मा प्रमा प्रकर्षस्य ज्ञाननिष्ठः तद्वती तत्प्रकारकत्वरूपः इति. अस्तु, तर्हि अत्र सप्तमी तद्वति इत्यनेन वयं दृष्टवन्तः तत् इत्युक्ते रजतत्वम् अस्मिन् उदाहरणे अयं रजतम् इति उदाहरणे इदं रजतं, क्षम्यताम्, इदं रजतम् अत्र तत् इत्युक्ते रजतत्वं, तद्वत् इति रजतम्, अपि च तद्वती इत्यनेन रजते विषये इति दृष्टवन्तः. तर्हि तत् प्रकारकम् इत्यत्र तत् इत्युक्ते रजतत्वम् इति भवति, तदेव प्रकारः भवति, प्रकारकः भवति. सत्यं. तेन च तेन इति विग्रहवाक्येन एव रजतत्वे प्रकारता लभ्यते, रजतत्वे प्रकारता अस्ति इति वयं ज्ञातुं शक्नुमः. तत्रैव स्वभावतः आधेयता अपि अस्ति, अतः अधुना आधेयता अपि च प्रकारता द्वयोः सामान्यधिकरण्यं लभ्यते. द्वयोः समानाधिकरणं रजतम् इति, रजते एव आधेयता रजतत्वम् इति अस्ति, अपि च प्रकारता अपि अस्ति, अतः सामान्याधिकरण्यं लभ्यते. आधाराधेयभावः प्रकारविशेष्यभावश्च सम्बन्धाधीनः इति समवाये सम्बन्धत्वसंसर्गत्वयोः लाभः. अत्र आधाराधेयभावः अपि च प्रकारविशेष्यभावः द्वयोः यत्र द्वयोः सम्बन्धाधीनः आधीनः अस्ति, सम्बन्धे सम्बन्धेन आधीनः अस्ति, अतः समवायसम्बन्धः अस्ति तत्र. अतः समवायसम्बन्ध अपि च संसर्गता इत्यनयोः मध्ये अपि सामान्याधिकरण्यः लभ्यते. अतः एव यत्र प्रमा इति उच्यते, यत्र यत्र आधेयता प्रकारता अपि च सम्बन्धसंसर्गता अपि च आधारता विशेष्यता इत्यनयोः मध्ये यत्र समाधानकरणं वर्तते तत्र एव प्रमा इति ज्ञानं भवति, तद् ज्ञानम् इति प्रमा इति उच्यते. अत्र प्रमा इत्यस्य अर्थः कः? तर्हि प्रकृष्टा मा इति तस्य अर्थः भवति. मा इत्यनेन ज्ञानम् इति एव अर्थः. अत्र प्रकर्षश्च ज्ञाननिष्ठः तद्वती तत् प्रकारकत्वरूपः इति प्रमा इत्यस्य अर्थः भवति इति अहं वदामि. सत्यं. प्रकर्षश्च ज्ञाननिष्ठः तद्वती तत् प्रकारत्वरूपः इति. तर्हि आहत्य तद्वती तत्प्रकारकज्ञानं, यद्यपि प्रत्येकं ज्ञानस्य त्रयः विषयाः सन्ति, अपि च तत्र स्वभावतः अपि तत्र आधेयता अधिकरणता तयोः मध्ये सम्बन्धः अपि अस्ति, तत्र त्रयोः किं त्रयाणां मध्ये सामानाधिकरण्यं भवेत्, किन्तु अस्मिन् लक्षणवाक्ये किं परामर्शितम् इति चेत् केवलम् आधेयता प्रकारतयाः मध्ये सामानाधिकरण्यमस्ति चेत् तत् किम् इदानीं प्रमाज्ञानं भवति, यथार्थज्ञानं भवति इति उक्तं. तद्वति तत् प्रकारकज्ञानम्. तर्हि रजतत्वे आधेयता अस्ति, यदि रजतत्वे एव प्रकारता अपि भवति, ज्ञानस्य प्रकारता ज्ञानता ज्ञानं प्रकारतासम्बन्धेन यदि रजतत्वे भवति, तादृशज्ञानं किं प्रमाज्ञानम् इति भवति. अस्तु, बहु समीचीनं. तर्हि इतोपि अत्र रुचिकरं भवति अग्रे. अस्तु, कः शिवराम महोदय पठितुमिच्छति किम्? आं महोदय, अहं पठामि. अस्तु, अग्रे पठतु महोदय. तद् अभाववति तत्प्रकारको अनुभवः अयथार्थः, यथा शुक्ताविदं रजतम्. अस्तु, अग्रे पठनात् पूर्वम् भवान् एव अस्मिन् विषये चिन्तयतु. इदं रजतम् इति ज्ञानम् अत्रापि, इदं रजतम् इति ज्ञानं, किन्तु तद् ज्ञानं कुत्र जातं? शुक्तौ जातं, न तु रजते. रजते रजतत्वज्ञानम् अस्ति चेत् तद् यथार्थज्ञानं, शुक्तौ रजतत्वज्ञानं भवति चेत् तत् अयथार्थज्ञानं. तर्हि इदं रजतम् इति ज्ञानम् अत्र भ्रमज्ञानं स्वीकृत्य तद् अभाववति तत्प्रकारको अनुभवः इत्यस्य वर्णनं करोति वा? अत्र तत् इत्युक्ते किम्? अभावः इत्युक्ते किं, तद् अभाववत् इत्युक्ते किं, तद् अभाववति इत्युक्ते किम् इति क्रमे सोपानेन वदतु। तद् तद् नाम अनुभवः एव भवति न, तद् नास्ति पूर्वमपि प्रकार पूर्वमपि तद्वति तत्प्रकारकज्ञानम् इत्यत्र इदं रजतम् इति ज्ञानं स्वीकुर्मश्चेत् तद् इत्यनेन रजतत्वं स्वीकृतम्, अत्रापि रजतत्वमेव स्वीकर्तव्यम्। स्वीकृत्य वदतु इदानीं तद् इत्युक्ते रजतत्वम्। तर्हि तद् अभावः इत्युक्ते किं, न प्रथमम् अभावः तावत् वदतु। अभावः अभावपि रजतस्य एव भवति न, रजत तद् इति अनेन रजतत्वम् इति स्वीकरोति चेत् तद् अभावः इत्युक्ते किं, रजतत्वस्य अभावः, रजतत्व अभावः खलु, रजतत्व अभावः, रजतत्व अभावः, तद् अभावः इत्युक्ते रजतत्व अभावः। तद् अभाववत् इति मधुप्रत्यये नियोजयतु इदानीं। तद् अभाववति सप्तमी अस्ति, वति वति वति प्रयुक्तं, वत् इति तावद् गच्छति। हा हा तद् अभाववत्, रजतस्मिन् स्थाने रजतत्वमिति स्थापयतु। आम् रजतत्वस्य रजतत्व अभाववत् इत्युक्ते किम्, अत्र वत् वत् इति मतु प्रत्ययः अस्ति खलु अधिकरणार्थे प्रयुक्तम्। रजतत्व अभावे इति भवति न, रजतत्व अभावे इति न भवति, यस्मिन् अभावः अस्ति त्रिषु अस्तु अत्र इदानीं शुक्तिः इति मा वदतु, शुक्तिः न दृश्यते खलु अत्र, यत् पदमस्ति तत् पदं दृष्ट्वा एव वक्तव्यं। समीचीनं वदतु, रजतत्व अभाव वत् इत्युक्ते किं, रजतत्व अभाव रजतत्वस्य अभावः नाम, हा रजतत्वस्य अभावः रजतत्व अभावः इति जातम्। तर्हि इदानीं रजतत्व अभाव वत् रजतत्व अभाव योगः मतु, अत्र मतु कस्मिन् अर्थे प्रयुक्तम्, अधिकरणार्थे। समीचीनं, तर्हि वाक्यं वदतु, रजतत्व अभावे यत्र अस्ति वा तत् पद रजतत्व अभावे इति तत्र किमर्थं सप्तमी प्रयोगः क्रियते, रजतत्व अभावः यस्मिन् अस्ति, रजतत्व अभावे सति वा, सति सति सति सप्तमी इति न प्रयोगं करोतु, रजतत्व अभावः यस्मिन् अस्ति, अस्ति हा, यः कोऽपि वस्तु भवतु तद् शुक्तिः भवतु अन्यत् यः कोऽपि भवतु, रजतत्व अभावः यस्मिन् अस्ति तद्वस्तु रजतत्व अभाववत् इत्यनेन उक्तं खलु, तर्हि रजतत्व अभाववत् इत्युक्ते किम् इति चेत् रजतत्व अभावः यस्मिन् अस्ति इति अर्थः अस्ति। अस्तु तर्हि इदानीं नी प्रत्ययं योजयतु, रजतत्व अभाववत् सप्तमी अभवत् तत्र, रजतत्व रजत रजतत्व अभाववती नाम रजतत्वस्य अभावः यत्र दृश्यते वा यत्र अस्ति तादृश वा रजतत्व अभाववती किन्तु इदानीं सप्तमीप्रयोगः विषयसप्तमी प्रयोगः कृतः तर्हि किं वक्तव्यम् अत्र विषयसप्तमी रजतत्व अभाव रजतत्व अभावविषये रजतत्व अभावविषयां न रजतत्व अभावविषये नास्ति समीचीनतया वदतु मेल् महोदय रजतत्व अभावे विषये नास्ति रजतत्व अभाववत् इत्युक्ते किम् ओ रजति यस्मिन् रजतत्वस्य अभावः अस्ति तदेव रजतत्व अभाववत् भवति सत्यं तदनन्तरं विषयसप्तमी विषयसप्तमी तस्य विषये रजत तस्मिन् विषये तस्मिन् विषये रजतत्व अभाववत् विषये इति अर्थः खलु रजतत्व अभाववति इति वदामश्चेत् रजतत्व अभावः यस्मिन् अस्ति तस्मिन् विषये इत्युक्ते तत्र विशेष्यता अस्ति तत्र विशेष्यता अस्ति यस्मिन् रजतत्व अभावः अस्ति तत्र तस्मिन् यस्मिन् विशेष्यता अस्ति तस्मिन् इदानीं किं तत्प्रकारक अनुभवः अग्रे वदतु महोदय किं शिवराममहोदय अत्र तत् प्रकारः अत्र तत् इत्युक्ते किं तत् अभाववती तत् जातं तत् नाम पुनः इदानीं तत् प्रकारः इति अस्ति खलु रजतत्वं समीचीनं रजतत्वप्रकारकज्ञानं प्रकारः रजतत्वप्रकारकज्ञानम् तर्हि यस्मिन् रजतत्व अभावः अस्ति तस्मिन् रजतत्वप्रकारकज्ञानं भवति चेत् तत् अयथार्थ तद् अयथार्थ इदानीं बुद्धं खलु आमां हा तर्हि रजतत्व अभाव अवगतम् अवगतम् अस्तु इति अस्ति रजतत्व अभाववत् इदानीं कः अस्मिन् उदाहरणे शुक्तिः एव खलु शुक्तौ किमस्ति शुक्तित्वमस्ति न तु रजतत्वं किन्तु शुक्तौ अहं रजतत्वं पश्यामि दृष्ट्वा इदं रजतम् इति अहं वदामि इति कृत्वा एतद् अयथार्थज्ञानं तर्हि तद् अभाववति तत्प्रकारकः अनुभवः अयथार्थज्ञानम् अत्र तत् इति रजतत्वं तद् अभावः इत्युक्ते रजतत्व अभावः तद् अभाववत् इत्युक्ते रजतत्व अभावः यस्मिन् अस्ति तादृशपदार्थः रजत तद् अभाववति इत्युक्ते रजतत्व अभाववान् यः अस्ति तस्मिन् विषये तत्प्रकारक अनुभवः रजतत्वप्रकारक ज्ञानं भवति चेत् तदेव अयथार्थज्ञानम् यथा शुक्तौ इदं रजतम् इति ज्ञानम् अस्तु इदानीम् अग्रे पठामश्चेत् समीचीनबोधः एतदेव अत्र उक्तं भवति अस्तु अग्रे भवानेव पठतु महोदय आधेयत्वम् अभावे प्रकारत्वं प्रतियोगिनी चेत् अप्रमा इत्थं सुविशदं प्रमायाम् अत्र किञ्चित् वदति वा शीर्षकविषये आधेयत्वम् अभावे प्रकारत्वं प्रतियोगिनी चेत् अप्रमा इत्युक्ते किम् आधेयत्वम् अभावे प्रकारत्वं प्रतियोगिनी चेत् अप्रमा आधेयत्वस्य अभावे हि प्रकारता प्रतियोगिनी भवति चेत् सः अप्रमा अस्ति इति अर्थः वा इतोपि किञ्चित् प्रतियोगिनी इति एतत् सर्वं पारिभाषिकशब्दाः तर्हि तस्य विवरणं कर्तव्यमस्ति पारिभाषिकः अपि च आदेयत्वम् अभावे इति लुप्त लिखितमस्ति, आदेयत्व अभावे इति न लिखितं, तत्र समस्तपदं नास्ति। आधेयत्वम् अभावे, आम् इत्युक्ते किम्? आधेयत्वम् अभावे इत्युक्ते किम्? आधेयत्वम् आधेयत्वाभावे इति वदति चेत् आधेयत्वस्य अभावः इति वक्तुं शक्यते, किन्तु अत्र आधेयत्वम् अभावे इति लिखितम्, अत्र समस्तपदं नास्ति। समीचीनतया वदतु, आधेयत्वस्य अत्र अभावः अस्ति इति अर्थः नास्ति, नास्ति अत्र समस्तपदम् अस्ति चेत् तादृश अर्थः भवति, किन्तु अत्र समस्तपदं नास्ति, नास्ति आधेयत्वम् अभावे। अत्र विपरीतं कृत्वा वदतु, अभावे आधेयत्वम् इति अवगन्तव्यम्, अभावे आधेयता अस्ति, आधेयत्वम् इत्युक्ते आधेयता खलु, तर्हि आधेयता अस्मिन् ज्ञाने इदं रजतम् इति भ्रमज्ञाने आदेयता कुत्र अस्ति? अभावे अस्ति, रजतत्व अभावे आदेयता अस्ति, आदेयत्वम् अभावे प्रकारत्वं प्रतियोगिनी। अस्तु इदानीं वदतु, प्रकारत्वम् इत्युक्ते प्रकारता, प्रकारता कुत्र अस्ति? आदेयत्वम् अभावे प्रकारत्वं शुक्तिमध्ये वा? प्रतियोगिनी, प्रतियोगी इत्युक्ते किम्? अत्र प्रतियोगिनी इति पदस्य विभक्तिवचनं किं प्रथमं? प्रतियोगिन् प्रति सप्तमी भवति वा प्रतियोगिनी? सत्यं, सप्तमी प्रतियोगिनी किं प्रकारता अस्ति, तर्हि प्रतियोगी प्रतियोगिन् इति अत्र किं परामर्शितमस्ति? कस्य प्रतियोगी भवति? प्रतियोगी इत्युक्ते किं महोदय? न स्मरामि, प्रतियोगी नाम विरोधी नाम? सत्यं, कस्य विरोधिः भवति? कस्य विरोधी? प्रकारतायाः न न, अत्र प्रकारता इति चेदतु, प्रकारता कुत्र आगच्छति? यदा ज्ञानं भवति तदा एव खलु? ज्ञानं भवति वा न वा तत्र विरोधः अस्ति एव, तर्हि समीचीनं, प्रतियोगी इत्युक्ते विरोधः, विरोधी अस्ति, कस्य विरोधी? अभावस्य विरोधी, हा समीचीनम्, अभावस्य विरोधी, तस्य एव नाम प्रतियोगी। इत्युक्ते नकुलसर्पयोः मध्ये यद्यपि विरोधः अस्ति, इदानीं नकुलं सर्पस्य विरोधी इति तु सत्यं, किन्तु नकुलं सर्पस्य प्रतियोगी नास्ति, अभावस्य विरोधी, तर्हि यस्य अभावः सः प्रतियोगी इति अर्थः, यस्य अभावः प्रतियोगी इत्युक्ते किं? यस्य अभावः सः प्रतियोगी, यस्मिन् अभावः सः अनियोगी इति मनसि संस्थापयतु, यस्य अभावः सः प्रतियोगी, यस्मिन् अभावः सः अनियोगी भवतु। अस्तु अत्र तर्हि प्रतियोगिनी किमस्ति? प्रकारता अस्ति। अत्र किमर्थं प्रतियोगिनी इति उक्तम्? प्रतियोगिनी इति सप्तमी अस्ति अत्र प्रतियोगिनी, सत्यं, किन्तु प्रतियोगिनी इति पदं किमर्थम् उक्तम्? अभावः अस्ति तत् कारणेन समीचीनम्, अत्र पूर्वस्मिन् आधेयत्वम् अभावे खलु, यस्य अभावः अस्ति तस्मिन् आधेयता अस्ति, किन्तु अभावस्य प्रतियोगी अस्ति तस्मिन् प्रकारता अस्ति, तादृशं ज्ञानं भवति चेत् इत्युक्ते स्वरूप अत्र स्वभावतः यत्र आधेयः भवेत् तत्र आधेयः नास्ति, आधेयता नास्ति, किन्तु अभावे एव आधेयता अस्ति, किन्तु प्रकारता तत्र अस्ति, अभावे प्रकारता अस्ति इति कृत्वा अभावस्य प्रतियोगिनी प्रकारता अस्ति इति कृत्वा तादृशज्ञानम् अप्रमा इति उक्तम्. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे पठेम, भवानेव पठतु महोदय. इत्थं सुविशदं प्रमायां निरूपितायां तद् तद् अभाववति तत् प्रकारको अनुभवः अयथार्थः इति भ्रमलक्षणम् अपि तथैव ज्ञातुं शक्यम्. इह अपि कश्चित् पदार्थस्वभावः, कश्चित् ज्ञानस्वभावः. तद् भाववत् इति अंशेन पदार्थस्वभावः उच्यते. महोदय पुनः पठतु. तद् भाववत् वा तद् अभाववत्? तद् हा क्षम्यतां, तद् अभाववत् इति अंशेन पदार्थस्वभावः उच्यते. सप्तमे तत् प्रकारकः इति एताभ्यां ज्ञानस्वभावः उच्यते. तत् पदेन भ्रमे प्रकारीभूतः पदार्थः ग्राह्यः. शुक्तिकायाम् इदं रजतम् इति रजतत्वप्रकारकभ्रमे तादृशं च रजतत्वम् एव. तद् अभावः रजतत्व अभावः, रजतत्व अभाववति शक्तिः, रजतत्व अभावे च आधेयता, स्वरूपसम्बन्धे सम्बन्धता, शुक्तौ च अधिकरणता भवति. अयं च अंशः तद् अभाववत् इत्यनेन लब्धः. अस्तु, तर्हि अत्र पङ्क्तिशः न वक्तव्यं, नो चेत् पुनः पुनः तदेव वक्तव्यं भवति. तर्हि स्वशब्दैः इदानीं स्वभावतया आधेयता कुत्र अस्ति इति वदतु. इदं रजतम् इति भ्रमज्ञानम् अस्माकं पुरतः, तत्र स्वभावतः आधेयता कुत्र अस्ति? आधेयता अत्र स्वाभाविक आधेयता कुत्र अस्ति? अधिकरणता भवति, स्वभावतः शुक्तौ अधिकरणता भवति खलु? न इति चिन्तनीयम् अत्र कुत्र कुत्र किं किम् अस्ति इति चिन्तनीयम्. अस्तु, शुक्तिकायाम् इदं रचितम् इति. एकनिमिषं महोदय. अस्तु, रमेश महोदय वदति वा, इदं रजतम् इति भ्रमज्ञाने आदेयता कुत्र अस्ति, अधिकरणता कुत्र अस्ति इति तादृशं वदति वा? आं महोदय, अत्र आदेयता रक्तत्व रजतत्व अभावे अस्ति. आं महोदय, स्वभावतः स्वाभाविक आधेयता कुत्र अस्ति इति चेत् रजतत्व अभावे अस्ति. हा, इति किञ्चित् वैचित्र्यमस्ति. सामान्यतया रजते किम् अस्ति? रजतम् अधिकरणमस्ति चेत् आधेयः कः इति वदामः सामान्यतया? रजतम् अधिकरणमस्ति चेत् आधेयता रजतत्वे अस्ति आदेयता. सत्यम्. अपि च अधिकरणं शुक्तिः अस्ति चेत् आदेयता स्वाभाविकतया कुत्र भवति? शुक्तित्वे भवति आदेयता. समीचीनं, किन्तु अत्र किम् उक्तं? स्वाभाविक आधेयता रजतत्व अभावे शुक्तौ अस्ति इति उक्तम्. आम्, तदपि स्वाभाविकतया एव अस्ति. किञ्चित् किमर्थम् इत्युक्ते शुक्तौ शुक्तत्वं शुक्तित्वम् एव अस्ति इति कृत्वा अन्येषाम् अन्योन्य अभावः तस्मिन् वर्तते एव खलु स्वाभाविकतया. इति किञ्चित् अवधानं दत्वा पठनीयं, तावदेव मम आशयः. इत्युक्ते शुक्तिः एव अधिकरणं, तर्हि शुक्तौ अधिकरणता अस्ति. तथापि आधेयता कुत्र उक्तं? शुक्तित्वं शुक्तित्वेन उक्तं, किन्तु रजतत्व अभावे उक्तं. तत्रैव स्वाभाविक आधेयता अस्ति. अस्तु, बहु समीचीनं महोदय, अग्रे वदतु. तर्हि आधेयता कुत्र अस्ति? रजतत्व अभावे अस्ति. अधिकरणता कुत्र अस्ति? महोदय, अहं वदामि वा? हा, भवानेव वदतु. आम्, अधिकरणता शुक्ते शुक्तौ अस्ति. उत्तमं, तर्हि इदानीम् आधेयता रजतत्व अभावे अस्ति, अधिकरणता शुक्तौ अस्ति चेत् तयोः मध्ये कीदृशसम्बन्धः भवति? स्वरूपसम् उत्तमं, तदेव अभावः स्वरूपसम्बन्धेनैव अन्यत्र वर्तते खलु. आम् महोदय, अभावः इदानीं रजतत्व अभावः यस्मिन् कस्मिंश्चित् अधिकरणे स्वरूपसम्बन्धेनैव भवति. उत्तमं, तर्हि स्वाभाविक आदेयता रजतत्व अभावे अस्ति, स्वाभाविक अधिकरणता शुक्तौ अस्ति, स्वाभाविकसम्बन्धता स्वरूपसम्बन्धे अस्ति. उत्तमं, तर्हि इदानीम् इदं रजतम् इत्यस्मिन् ब्रह्मज्ञाने प्रकारता विशेष्यता संसर्गता भवति खलु, तत् कुत्र अस्ति इति वदति वा? प्रकारता रजतत्व अभावे अस्ति. एकनिमिषं, रजतत्व अभावे रजतत्वे वा? तत् प्रकारकज्ञानमस्ति खलु, तत् प्रकारकज्ञानं रजतत्वे अस्ति. उत्तमं, प्रकारता रजतत्वे अस्ति. तदनन्तरं विशेष्यता कुत्र अस्ति? विशेष्यता शुक्तौ अस्ति. उत्तमं, विशेष्यता शुक्तौ अस्ति, तर्हि संसर्गता कुत्र अस्ति? स्वरूपसम्बन्धे संसर्गता अस्ति. स्वरूपसम्बन्धे अस्ति वा? कीदृशसम्बन्धता? स्वरूप न, अभावः अस्ति चेत् स्वरूपसम्बन्धः वक्तुं शक्यते, परन्तु रजत्वम् अस्ति. रजतत्वं सामान्यतया, रजतत्वम् इति कीदृशपदार्थः? जातिः. सत्यं, जातिः खलु, जातिः अस्ति. जातिः सामान्यतया, सामान्यतया इत्युक्ते किं? जातिः सर्वदा केन सम्बन्धेन व्यक्तौ भवति? समवायसम्बन्धेन. तर्हि यदा जातौ प्रकारता अस्ति, तर्हि संसर्गता समवायेन, समवाये एव भवति, समवायैव भवति खलु. तर्हि संसर्गता समवाये अस्ति, प्रकारता रजतत्वे अस्ति, किन्तु विशेष्यता कुत्र अस्ति? शुक्तौ अस्ति. तर्हि अनेन किं जातं? बहु समीचीनम्, अत्र चित्रमस्ति खलु, तदेव इदानीं भवता उक्तम्. अस्तु, तर्हि इदानीं भवानेव वदतु, रमेशमहोदय भवानेव वदतु, अत्र सामानाधिकरणविषये चिन्तयतु. अधिकरणता विशेष्यतयोः मध्ये सामानाधिकरणमस्ति किम्? अधिकरणता विशेषतयोः सामानाधिकरणं नास्ति अत्र. न, अधिकरणता कुत्र अस्ति? शुक्तौ अस्ति. अधिकरणता शुक्तौ अस्ति. हा, तर्हि सामानाधिकरण्यमस्ति एव खलु. हा, अत्र तत्र अस्ति. हा, अधिकरणतविशेषविशेषतयोः मध्ये सामानाधिकरण्यम् अस्ति. सम्बन्धता संसर्गतयोः मध्ये सामानाधिकरण्यमस्ति किम्? नास्ति. एकं स्वरूपसम्बन्धः अस्ति, अन्यः समवायसम्बन्धः अस्ति. सम्बन्धे अस्ति, सम्बन्धे अस्ति सम्बन्धता स्वरूपसम्बन्धे अस्ति संसर्गता समवायसम्बन्धे अस्ति इति कृत्वा सम्बन्धता संसर्गतयोः मध्ये सामानाधिकरण्यं नास्ति अस्तु आधेयता प्रकारतयोः मध्ये सामानाधिकरण्यमस्ति वा न वा नास्ति कुत्र कुत्र अस्ति इति वदतु आधेयता कुत्र अस्ति आधेयता अभावे अस्ति रजतत्व अभावे अस्ति प्रकारता प्रकारता रजतत्वे अस्ति हा तर्हि इदानीं पश्यतु भवता यदुक्तम् उत्तमरीत्या उक्तम् आधेयता अभावे अस्ति रजत प्रकारता रजतत्वे अस्ति आधेयता इत्यस्मिन् स्थाने आधेयत्वम् इति वदामश्चेत् तदेव अत्र शीर्षकमस्ति आधेयत्वम् अभावे अस्ति प्रकारत्वं प्रतियोगिनि अभावस्य प्रतियोगी कः रजतत्वम् अस्ति खलु अतः प्रकारत्वं प्रतियोगिनी अस्ति चेत् सा अप्रमा अत्र वस्तुतः यद्यपि सम्बन्धता संसर्गतयोः मध्ये सामानाधिकरण्यं नास्ति तर्हि स्थलद्वये सामानाधिकरण्यं नास्ति केवलम् अधिकरणताविशेषतयोः मध्ये एव सामानाधिकरण्यम् अस्ति तथापि एकस्मिन् स्थले सामानाधिकरण्यं नास्ति चेत् तत् किम् अप्रमा भवति इत्युक्ते भ्रमा भवति भ्रमज्ञानं भवति इत्यतः एव अत्र किमुक्तम् आधेयताप्रकारतयोः मध्ये सामानाधिकरण्यम् अस्ति चेत् तादृशज्ञानं किं प्रमाज्ञानं भवति समीचीनज्ञानं यथार्थज्ञानं भवति आधेयतप्रकारतयोः मध्ये सामानाधिकरण्यं नास्ति चेत् तत् भ्रमज्ञानं भवति इति उक्तम् तदेव अत्र किं यः परिच्छेदः शिवराममहोदयेन पठितः तत्र पारिभाषिकशब्दं प्रयुज्य उक्तम् तर्हि भवन्तः स्वयं पठन्ति चेत् इदानीं यद् अस्माभिः चिन्तितं तदेव तत्र पारिभाषिकशब्देन दत्तमस्ति तद् अभाववत् इति अंशेन पदार्थस्वभावः उच्यते स्वभावः कः आदेयता कुत्र अस्ति अभावे अस्ति रजतत्व अभावे अस्ति तदेव स्वाभाविकम् अस्ति सप्तमी तत्प्रकारकः इत्येताभ्यां ज्ञानस्वभाव उच्यते तत्पदेन भ्रमे प्रकृतिभूतः पदार्थः ग्राह्यः शुक्तिकायाम् इदं रजतम् इति रजतत्वप्रकारकभ्रमे तादृशं च रजतत्वम् एव तर्हि तत् इत्यनेन किं स्वीकर्तव्यं रजतत्वम् एव स्वीकर्तव्यं तदभावः रजतत्व अभावः तद् अभाववान् तद् अभाववत् रजतत्व अभाववत् अभाववती शुक्तिः रजतत्व अभावे च आधेयता स्वरूपसम्बन्धे सम्बन्धता शुक्तौ च अधिकरणता भवति अयं च अंशः तदभाववत् इत्यनेन लब्धः तदभाववत् इत्यनेन किं बोध्यं तत् इति रजतत्वं रजतत्व अन्योन्य अभाववती शुक्तिः इति तावत् प्राप्तम् अस्तु अग्रे वर्षा भगिनी पठति किं पूर्ववदेव सप्तम्याः पूर्ववत् एव सप्तम्याः विशेष्यत्वम् अर्थः तस्य च रजतत्व अभावनिष्ठ आधेयता निरूपित अधिकरणतावत्यां शुक्तौ सत्वात् पूर्ववत् एव अधिकरणत्व विशेष्यत्वयोः सामानाधिकरण्यलाभः तत्प्रकारकमित्यत्रापि पूर्ववत् एव विग्रहः तेन प्रकारतायाः रजतत्वनिष्ठत्वलाभः इयांस्तु विशेषः प्रमायाम् आधेयता यत्र तत्रैव प्रकारता अपि इह भ्रमे आधेयता रजतत्व अभावे प्रकारता परं रजतत्वे एवं सम्बन्धता स्वरूपे संसर्गता समवाये इति. महोदय अत्र एकः शङ्का अस्ति, अत्र समवायसम्बन्धः रजतत्वं रजते अस्ति, रजतयोः मध्ये अस्ति इति अवगन्तव्यं वा? नो चेत् रजतत्व अभावः, अभावः इति एकः गुणः अस्ति, रजतत्व अभावः शुक्त्याम् अस्ति इति अवगन्तव्यं वा? रजत अभावः इति गुणः वा? हा पदार्थः, सोरि सर् इति कृत्वा, इत्युक्ते रजतत्वम् इति जातिः, जातिः व्यक्तेः केन, व्यक्तौ केन सम्बन्धेन भवति? सर्वदा समवायसम्बन्धेन एव भवति खलु. अभावः अन्यस्मिन् यत्र कुत्रचित् केन सम्बन्धेन भवति? स्वरूपसम्बन्धेन एव भवति. इति कृत्वा अत्र आधेयत कुत्र अस्ति? अभावे अस्ति. किन्तु प्रकारता कुत्र अस्ति? रजतत्वे अस्ति. सम्बन्धता कुत्र अस्ति? स्वरूपसम्बन्धे अस्ति. संसर्गता कुत्र अस्ति? समवायसम्बन्धे अस्ति इति कृत्वा एतद् ज्ञानं भ्रमज्ञानम्. अस्तु, अत्र नूतनं किमपि नास्ति. तर्हि किं कुर्मः? अग्रिमपरिच्छेदं पठतु भगिनि एकवारम्. इत्थमेव पृथिवी गन्धवती, परमाणुः विशेषवान्, भूतलं घट अभाववत् इत्यादि प्रमास्थले अधिकरणत्वविशेष्यतयोः आधेयत्वप्रकारत्वयोः च सामानाधिकरण्यम् आदाय प्रमात्वं वर्णनीयं. जलं समवायेन एकनिमिषम्. अस्तु, तर्हि इदानीं पृथिवी गन्धवती इति ज्ञानम् अस्ति खलु? तत्र स्वभावतः आधेयता, सम्बन्धता, अधिकरणता कुत्र अस्ति? प्रकारता, संसर्गता, विशेषता कुत्र अस्ति इति वदतु. अत्र चित्रे यादृशं दृश्यते तथा पृथिवी गन्धवती इति प्रथमं प्रमा वा भ्रम वा? एतानि सर्वाणि प्रमा एव. पृथिवी गन्धवती प्रमा एव. अत्र तर्हि स्वभावतः प्रथमं वदामि, अधिकरणता पृथिव्याम् अस्ति, आधीयता गन्धे अस्ति, सम्बन्धता तु समवायसम्बन्धः अस्ति, समवायसम्बन्धे अस्ति, सम्बन्धे अस्ति. अत्र ज्ञानतः विशेष्यता पृथिव्यामेव अस्ति, अत्र समानाधिकरण्यम् अस्ति. अत्र प्रकारता गन्धे अस्ति, द्वयोः मध्ये संसर्गता अपि समवायसम्बन्धमेव, समवायसम्बन्धे अस्ति. त्रीणि स्तरे, त्रयाणां स्तराणां तत् समानाधिकरण्यं लभ्यते, अतः प्रमाज्ञानम् इति अवबोधुं शक्यते. उत्तमं, बहु उत्तमम्. एवं परमाणुविशेषान्, भूतलं, घटाभाववत् इत्यादिकं तत्र गृहपाठरूपेण भवन्तः एव कुर्वन्तु. अस्तु, तर्हि इदानीं भगिनी भवती अग्रे पठतु. जलं समवायेन गन्धवत्, घटः विशेषवान्, तेजः उष्णस्पर्श अभाववत् इत्यादि अयथार्थज्ञानस्थले तु गन्ध अभाव विशेष अभाव उष्णस्पर्श अभाव अभावनिष्ठा उष्णस्पर्श अभाव अभावनिष्ठाः आधेयताः. प्रकारता तु गन्धे विशेषे उष्णस्पर्शाभावे इति आधेयत्वप्रकारत्वयोः असमानाधिकरण्यात् भ्रमत्वम् अपि स्फुटम्. अस्तु, तर्हि इदानीं भवती एव जलं समवायेन गन्धवत् इति ज्ञानं, तत्र स्वाभाविक आधेयता, सम्बन्धता, अधिकरणता कुत्र अस्ति? ज्ञानतः प्रकारता, संसर्गता, विशेषता कुत्र अस्ति इति प्रतिपादि. तत् ब्रह्मज्ञानमस्ति. अत्र स्वभावतः अधिकरणता जले अस्ति, सम्बन्धता समवायसम्बन्धे अस्ति, अत्र आधेयता गन्धे अस्ति. तदनन्तरं तस्य ज्ञान स्वभावतः गन्धः जले अस्ति वा? एतानि ज्ञानानि सर्वाणि ब्रह्मज्ञानानि. हा हा हा, सोरि महोदय, मया न चिन्तितं, सोरि. अस्तु वदतु। हा महोदय, प्रथमं तु अधिकरणता अत्र पृथिव्यामस्ति, सम्बन्धः समवायसम्बन्धः अस्ति, आधेयता गन्धे अस्ति। तदनन्तरं ज्ञानतः तु अत्र एकनिमिषम् अत्र इतोपि किञ्चित् मन्दगत्या सावधानतया गन्तव्यम्। अत्र प्रमा इत्युक्ते भ्रम, भ्रमज्ञानस्य लक्षणं किम्? हा महोदय, अत्र समानाधिकरण्यं न न भवति। लक्षणवाक्यं किं? भ्रमज्ञानम् आदे तत् अभाववति, तत् प्रकारक अनुभवः भ्रम इति। अस्तु, तर्हि लक्षणवाक्यं यादृशम् अस्ति तादृशं भवत्या प्रतिपादनीयम्। तद् अभाववति इति अस्ति खलु? हा हा, तर्हि इदानीं किञ्चित् सावधानतया चिन्तयित्वा वदतु, अधिकरणता कुत्र अस्ति, आदेयता, प्रथमम् आदेयता कुत्र भवेत्? उपरिचनचित्रे आदेयता कुत्र अस्ति? अभावे अस्ति खलु? हा महोदय, रजतत्व अभावे अस्ति। तर्हि एवम् अस्मिन् उदाहरणे जलं समवायेन गन्धवत् इत्यत्र आदेयता कुत्र भवेत्? अत्रापि आदेयता अभावे एव भवेत्। तर्हि इदानीं चिन्तयित्वा वदतु। आं महोदय, अत्रापि अभाव एव भवेत्, जल अभावे इति वक्तव्यं वा, जलस्य अभावे? इदानीम् अधिकरणं किम्? अधिकरणं तु ओके, जलं समवायेन गन्धवत्, अधिकरणं जलः, जलं। तर्हि जल अभावः आदे, जल अभावे आदेयता न भवति खलु? न न, गन्धवत्व अभावः, गन्धभावः, गन्धवत्व अभावः आधेयता, गन्धवत्व अभावे आधेयता अस्ति। अत्र गन्धवत्व अभावः अपि च जलमध्ये अत्र स्वरूपसम्बन्धः वर्तते, तस्मिन्नेव सम्बन्धता अस्ति स्वभावतः। तदनन्तरं ज्ञानतः अधिकरणा तु जले एव अस्ति। हा, तर्हि आधेयता गन्धवत्व अभावे अस्ति, सम्बन्धता स्वरूपे अस्ति, अधिकरणता जले अस्ति। समीचीनं, तर्हि इदानीं ज्ञानतः वदतु। हा, ज्ञानतः अपि विशेष्यता जले एव अस्ति। सत्यम्। अत्र परन्तु प्रकारता गन्धवत्वे अस्ति, गन्धवत्व अभावे नास्ति, हा, परन्तु गन्धवत्वे अस्ति। गन्धवत्व अभावस्य प्रतियोगी गन्धवत्वमेव भवति खलु? तर्हि प्रकारता गन्धवत्वे अस्ति। समीचीनं, संसर्गता कुत्र अस्ति? संसर्गता तु गन्धवत्वं च गन्धः मध्ये सम्बन्धः, तत् समवायसम्बन्धः, समवाये अस्ति। सत्यम्, उत्तमम् इति अस्ति, बहु समीचीनं। तर्हि जलं समवायेन गन्धवत् इति भ्रमज्ञाने किमस्ति? आधेयता गन्धवत्व अभावे अस्ति, सम्बन्धता स्वरूपसम्बन्धे अस्ति, अधिकरणता जले अस्ति स्वभावतः। ज्ञानतः पश्यामश्चेत् विशेष्यता जले अस्ति, प्रकारता गन्धवत्वे अस्ति, संसर्गता समवायसम्बन्धेन अस्ति इति कृत्वा अत्र आधेयता प्रकारतयोः मध्ये सामानाधिकरण्यं नास्ति इत्यतः एतद् ज्ञानम् अप्रमा। अस्तु, इदानीं सत्यभामा भगिनी, भवती घटः विशेषवान् इति अपि भ्रमज्ञानम्, तर्हि प्रतिपादयति किम्? स्वभावतः कुत्र कुत्र किं किम् अस्ति? घटः विशेषवान्, विशेषवान् घटे अधिकरणमस्ति, तस्मिन्नेव घटे अधिकरणम् इति न वदतु, अधिकरणता अधिकरणता अस्ति स्वभावतः अधिकरणता खडे अस्ति समीचीनं विशेषवान् इति अस्ति अतः आधेयता विशेष अभावे अस्ति अत्र विशेष इत्युक्ते किं गडः भूतले अस्ति इति वा नास्ति विशेष इत्युक्ते किं विशेषनित्यद्रव्यः नास्ति किमस्ति तद् विशेषवान् इति मधुप्रत्ययः विशेषः सप्तपदार्थाः के द्रव्यगुणकर्म सामान्य विशेष अभावः अत्र विशेष इति पदमस्ति खलु पदार्थः अस्ति सप्तपदार्थेषु अन्यतमः अस्ति विशेषः इति पदार्थः कुत्र लभ्यते विशेषः कुत्र लभ्यते द्रव्ये लभ्यते सर्वेषु द्रव्येषु भवति वा घटे नित्यं घटे नित्यद्रव्ये नित्यद्रव्येषु एव विशेषः इति पदार्थः लभ्यते खलु केन सम्बन्धेन भवति विशेषः इति पदार्थः नित्यद्रव्येषु केन सम्बन्धेन भवति समवायसम्बन्धेन भवति उत्तमं पञ्चसु स्थलेषु समवायसम्बन्धः भवति खलु तेषु अन्यतमः अस्ति विशेषनित्यद्रव्ययोः मध्ये यः सम्बन्धः तर्हि इदानीं घटः नित्यद्रव्यं वा अनित्यद्रव्यं वा अनित्यद्रव्यमस्ति तर्हि घटे विशेषः इति पदार्थः भवति वा न वा न भवति किन्तु ज्ञानं किं घटः विशेषवान् इत्युक्ते विशेषः इति पदार्थः घटे अस्ति इति तादृशज्ञानमस्ति खलु तज्ज्ञानं यथार्थज्ञानं वा अयथार्थज्ञानं वा अयथार्थज्ञानमस्ति उत्तमम् इति अयथार्थज्ञानस्य उदाहरणमस्ति अस्तु तर्हि इदानीं भवत्या किमुक्तं स्वभावतः आधिकरणता जले अस्ति आधेयता स्वभावतः आधेयता कुत्र अस्ति आधेयता अभावे अस्ति विशेषाभावे विशेषाभावे अस्ति सम्बन्धता कुत्र अस्ति अभावे स्वरूपसम्बन्धः अस्ति अभावे स्वरूपसम्बन्धः इति मा वदतु अभावः अधिकरणे स्वरूपसम्बन्धेन भवति अभावः स्वरूपसम्बन्धे विशेष अभावः घटे स्वरूपसम्बन्धेन वर्तते तर्हि सम्बन्धता स्वरूपसम्बन्धे अस्ति सम्बन्धता स्वरूपसम्बन्धे अस्ति उत्तमं स्वभावतः उक्तं तर्हि इदानीं ज्ञानतः वदतु विशेष्यता कुत्र अस्ति ज्ञानतः खडे विशेष्यता अस्ति उत्तमं प्रकारता कुत्र अस्ति खडत्वे प्रकारता अस्ति न न एकनिमिषं विशेषवान् इति अस्ति तर्हि घटत्वे प्रकारता इति न वक्तव्यम् अस्मिन् ज्ञाने घटः विशेषवान् इति भ्रमज्ञाने प्रकारता कुत्र अस्ति विशेष अभावे अस्ति न स्वभावतः आधेयता विशेष अभावे अस्ति किन्तु प्रकारता कुत्र अस्ति अभावस्य प्रतियोगिनी भवेत् खलु विशेष्ये भवेत् विशेषे अस्ति प्रकारता विशेषे प्रकारता ज्ञानतः प्रकारता विशेषे अस्ति विशेष्यता घटे अस्ति संसर्गता कुत्र अस्ति प्रतियोगिनी भवेत् तद् अतः एव इदानीं विशेषः इति उक्तं खलु प्रकारता विशेषे अस्ति विशेष इति पदार्थे अस्ति अस्तु संसर्गता कुत्र अस्ति संसर्गतः विशेष्य अपि च खडे तयोः मध्ये तादृशं न चिन्तनीयं तादृशं चिन्तयति चेत् क्लेशः भवति विशेषः केन सम्बन्धेन अन्यस्मिन् भवति सर्वदा समवायसम्बन्धेन भवति तर्हि संसर्गता समवाये अस्ति संसर्गता समवाये अस्ति तदेव अहं चिन्तयामि खलु विशेषः घटे अस्ति इति यदा ब्रह्मज्ञानं मयि जायते तदा विशेषः समवायसम्बन्धेन घटे अस्ति इति दोषज्ञानम् अतः एव अत्र ज्ञानस्य आकारः एवं दत्तमस्ति घटः विशेषवान् समवायेन विशेषवान् अत्र समवायेन इति त्यक्तं किन्तु तद् तस्य उल्लेखः अस्ति इति कृत्वा यद्यपि अत्र अधिकरणतविशेष्यतयोः मध्ये घटे सामानाधिकरण्यमस्ति तथापि आधेयतप्रकारतयोः मध्ये सामानाधिकरण्यं नास्ति सम्बद्धतासंसर्गतयोः मध्ये सामानाधिकरण्यं नास्ति इति कृत्वा एतज्ज्ञानं भ्रमज्ञानमस्ति अयथार्थज्ञानमस्ति बुद्धं खलु उत्तमं तर्हि अन्यदपि उदाहरणमत्र दत्तमस्ति चेदः तेजः उष्णस्पर्श अभाववत् तत् तदपि अत्र गृहपाठरूपेण अहं प्रेषयिष्यामि मेल् प्रेषयिष्यामि तर्हि पूर्वतनगृहपाठः समापितः अधिकरणार्थम् अनुबन्धपदं प्रयुज्य तस्य विशेष्य विषयसप्तम्याम् एकं वाक्यं रचयन्तु इत्यत्र घटवती इच्छा अस्ति इति एव ज्ञानम् इति एव वाक्यं तद् अस्माभिः पूरितं तर्हि नूतनगृहपाठः किमस्ति इति चेत् परमाणुः विशेषवान् भूतलं घटाभाववत् इति प्रमाज्ञानं तेजः उष्णस्पर्श अभाववत् इति भ्रमज्ञानम् एतेषां तत्र स्वभावतः आदेयता सम्बन्धता अधिकरणता कुत्र अस्ति ज्ञानतः प्रकारता संसर्गता विशेषता कुत्र अस्ति इति वक्तव्यं तदेव गृहपाठः अस्ति अस्तु समयः जातः अत्र स्थगयामः सर्वेभ्यो नमस्कारः धन्यवादाश्च